द्वितीयखण्डः स वेद एतत् परं ब्रह्मधामा यत्र विश्वं निहितं भाति शुभ्रम् उपासते पुरुषं ये ह्यकामाः ते शुक्रमेतदतिवर्तन्ति धीराः यस्मात् स वेद जानाति एतन् यथोक्तलक्षणं ब्रह्म परमं प्रकृष्टुं धाम सर्वकामाणाम् आश्रयम् आस्पदं यत्र यस्मिन् ब्रह्मणि धाम्नि विश्वं समस्तं जगत् निहितम् अर्पितम् यच्च स्वेन ज्योतिषा भाति शुभ्रं शुद्धं तमपि एवंविधम् आत्मज्ञं पुरुषं ये हि अकामाः विभूतितृष्णावर्जिताः मुमुक्षवः सन्तः उपासते परमिव देवं ते शुक्रं नृबीजं यदेतत् प्रसिद्धं शरीरोपादानकारणम् अतिवर्तन्ति अतिगच्छन्ति धीराः बुद्धिमन्तः न पुनः योनिं प्रसर्पन्ति न पुनः क्वरतिं करोति इति श्रुते अतः तं पूजयेदित्यभिप्रायः कामान्यः कामयते मन्यमानः स कामभिः जयते तत्र तत्र पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रीलीयन्ति कामाः मुमुक्षोः कामत्यागैव प्रधानं साधनमिति एतद् दर्शयति कामान्यः दृष्टादृष्टेष्टविषयान् कामयते मन्यमानः तद्गुणाश्चिन्तयानः प्रार्थ्यते सः तैः काम्भिः कामैः धर्माधर्मप्रवृत्तिहेतुभिः विषयेच्छारूपैः सः जायते तत्र तत्र यत्र यत्र विषयप्राप्तिनिमित्तं कामः कर्मसु पुरुषं नियोजयन्ति तत्र तत्र तेषु तेषु विषयेषु तैरेव कामैः वेष्टितो जायते यस्तु परमार्थतत्त्वविज्ञानात् पर्याप्तकामः आत्मकामत्वेन परिसमन्ततः आप्ताः कामाः यस्य तस्य पर्याप्तकामस्य कृतात्मनः अविद्यालक्षणात् अपररूपात् अपनीय स्वेन परेण रूपेण कृत आत्मविद्येयस्य तस्य कृतात्मनस्तु इहैव तिष्ठत्येव शरीरे सर्वे धर्माधर्मप्रवृत्तिहेतवः प्रविलीयन्ति प्रविलीयन्ते विलयमुपयन्ति नश्यन्ति इत्यर्थः कामः तज्जन्महेतुविनाशा तु न जायन्ते इत्यभिप्रायः नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन यमेवैषमनुते तेन लभ्यः तस्यैषात्मा विनुते तनुं स्वाम् यद्येवं सर्वलाभात् परमात्मलाभः तल्लाभाय प्रवचनादयः उपायाः बाहुल्येन कर्तव्याः इति प्राप्ते इदमुच्यते यः अयमात्मा व्याख्यातः यस्य लाभः परपुरुषार्थः न असौ वेदशास्त्राध्ययन बाहुल्येन प्रवचनेन लभ्यः तथा न मेधया ग्रन्थार्थधारणशक्त्या न बहुना श्रुतेन नापि भूयसा श्रवणेन इत्यर्थः केन तर्हि लभ्यः इति उच्यते यमेव परमात्मानमेव एषः विद्वान् वृणुते प्राप्तुमिच्छति तेन वर्णेन एष परात्मा लभ्यः न अन्येन साधनान्तरे नित्यलब्धस्वभावत्व कीदृशासौ विदुषः आत्मलाभः इति उच्यते तस्य एष आत्मा अविद्यासञ्छन्नां स्वां परां तनुं स्वात्मतत्त्वं स्वरूपं विवृणुते प्रकाशयति प्रकाश इव घटादिः विद्यायां सत्याम् आविर्भवति इत्यर्थः तस्मात् अन्यत्यागेन आत्मप्रार्थना एव आत्मलाभसाधनम् इत्यर्थः नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गान् एतैरुपायनियतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम आत्मप्रार्थना सहाय भूतानि एतानि च साधनानि बल अप्रमादतपांसि लिङ्गयुक्तानि संन्यास एतानि यस्मात् न अयमात्मा बलहीनेन बलप्रहीणेन आत्मनिष्ठाजनितवीर्यहीनेन लभ्यः नापि लौकिकपुत्रपश्वादिविषयासङ्गनिमित्तात् प्रमादः तथा तपसो वापि अलिङ्गात् लिङ्गरहितः तपोत्र ज्ञानं लिङ्गं संन्यासः संन्यासरहिताज्ञानात् न लभ्यते इत्यर्थः एतैः उपायैः बल अप्रमादसंन्यासज्ञानैः यतते तत्परः सन् प्रयतते यस्तु विद्वान् विवेकी आत्मवेन् तस्य विदुषः एष आत्मा विशते सम्प्रविशति ब्रह्मधाम सम्प्राप्येन ऋषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ते सर्वगं सर्वतः प्राप्य धीराः युक्तात्मानः सर्वमेवाविशन्ति कथं ब्रह्म विशते इति उच्यते सम्प्राप्य समवगम्य एनम् आत्मानं ऋषयः दर्शनवन्तः तेनैव ज्ञानेन तृप्तः न बाह्येन तृप्तिसाधनेन शरीर उपचयकरणेन कृतात्मानः परमात्मस्वरूपेणैव निष्पन्नात्मानः सन्तः वीतरागः विगतरागादिदोषः प्रशान्ताः उपरतीन्द्रियाः ते एवं भूताः सर्वगं सर्वव्यापिनम् आकाशवत् सर्वतः सर्वत्र प्राप्य न उपाधिपरिच्छिन्नेन एकदेशेन किं तर्हि तद्ब्रह्म एव अद्वयम् आत्मत्वेन प्रतिपद्य धीराः अत्यन्तविवेकिनः युक्तात्मनः नित्यसमाहितस्वभावाः सर्वमेव समस्तं शरीरपातकालेऽपि आविशन्ति भिन्नघट आकाशवतो अविद्याकृत उपाधिपरिच्छेदं जहति एवं ब्रह्मविदो ब्रह्मधाम प्रविशन्ति वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगान्निधये शुद्धतत्त्वाः ते ब्रह्मलोकेषु परान्तकाले परान्ताः परिमुच्यन्ति सर्वे किञ्च वेदान्तजनितं विज्ञानं वेदान्तविज्ञानं तस्य अर्थः परात्मविज्ञेय सोऽर्थः सुनिश्चितो येषां ते वेदान्तविज्ञानसुनिश्चित अर्थः ते च संन्यासयोग सर्वकर्मपरित्यागलक्षणयोगा तु केवलब्रह्मनिष्ठास्वरूपाद्योगात् यतयः यतनशीलाः शुद्धसत्त्वाः शुद्धं सत्त्वं येषां संन्यासयोगः ते शुद्धसत्त्वाः ते ब्रह्मलोकेषु संसारिणां ये मरणकालाः ते अपरान्तकालाः तानपेक्षा मुमुक्षूणां संसारावसाने देहपरित्यागकालः परान्तकालः तस्मिन् परान्तकाले साधकानां बहुत्वात् ब्रह्मैव लोको ब्रह्मलोकः एकोऽपि अनेकवत् दृश्यते प्राप्यते च अथवा बहुवचनं ब्रह्मलोकेषु इति ब्रह्मणि इत्यर्थः परामृतः परम् अमृतम् अमरणधर्मकं ब्रह्म आत्मभूतं येषां ते परामृताः जीवन्त एव ब्रह्मभूताः परामृताः सन्तः परिमुच्यन्ति परिसमन्त प्रदीपनिर्वाणवत् भिन्नघटाकाशवच्च निवृत्तिमुपयान्ति परिमुच्यन्ति परिसमन्तात् मुच्यन्ति सर्वे न देशान्तरं गन्तव्यम् अपेक्षन्ते शकुनीनामिव आकाशे जले वारिचरस्यव पदं यथा न दृश्येत तथा ज्ञानवतां गतिः अनद्वगाद्वसुपारैष्णवः इति श्रुतिस्मृतिभ्य देशपरिच्छिन्ना हि गतिः संसारविषय एव परिच्छिन्नसाधनसाध्यत्व ब्रह्म तु समस्तत्व न देशपरिच्छेदेन गन्तव्यं यदि हि देशपरिच्छिन्नं ब्रह्मस्य मूर्तद्रव्यवत् आद्यन्तव अन्याश्रितं सावयवम् अनित्यं कृतकं च स्यात् न तु एवंविधं ब्रह्म भवितुमर्हति अतः तत्प्राप्तिश्च नैव देशपरिच्छिन्ना भवितुं युक्ता गताः कला पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासं कर्माणि विज्ञानमयश्चात्मा परेव्यये सर्व एकी भवन्ति अपि च अविद्यादिसंसारबन्ध अपनयनमे मोक्षमिच्छन्ति ब्रह्मविदः न तु कार्यभूतम् किञ्च मोक्षकाले या देहारम्भिकाः कलाः प्राणाद्यः ताः स्वाहा प्रतिष्ठाः गताः स्वं स्वं कारणं गताः भवन्ति इत्यर्थः प्रतिष्ठा इति द्वितीया बहुवचनं पञ्चदश पञ्चदशसङ्ख्याका या अन्त्यप्रश्नपरिपीठिताः प्रसिद्धाः देवाश्च देहाश्रयाः चक्षुरादिकरणस्थाः सर्वे प्रतिदेवतासु आदित्यादिषु गता भवन्ति इत्यर्थः यानि च मुमुक्षुणा कृतानि कर्माणि अप्रवृत्तफलानि प्रवृत्तफलानाम् उपभोगेनैव क्षीणत्व विज्ञानमेश्च आत्मा अविद्याकृतबुद्ध्यादि उपाधिम् आत्मत्वेन गत्वा जलादिषु सूर्यादिप्रतिबिम्बवतु यः प्रविष्टः देहभेदेषु कर्मणा तत्फलार्थत्वात् सः तेनैव विज्ञानमयेन आत्मनः अतो विज्ञानमेव विज्ञानप्रायः त एते कर्माणि विज्ञानमयश्च आत्मा उपाधि अपनये सति परे अव्यये अनन्ते अक्षये ब्रह्मणि आकाशकल्पे अजे अजरे अमृते अभये अपूर्वे अनपरे अनन्तरे बाह्ये अद्वये शिवे शान्ते सर्वे एकीभवन्ति अविशेषतां गच्छन्ति एकत्वम् आपद्यन्ते जलादि आधार अपन इव सूर्यादिप्रतिबिम्बः सूर्ये घटादि अपन इव आकाशे घटादि आकाशः यथा नद्यस्यन्दमानाः समुद्रे स्तं गच्छन्ति नाम रूपे विहाय तथा विद्वान्नामरूपाद् विमुक्तः परात्परं पुरुषमुपैति दिव्यं किञ्च यथा नद्यः गङ्गाद्यः सिन्दमानः गच्छन्त्यः समुद्रे समुद्रं प्राप्य अस्तम् अदर्शनम् अविशेष आत्मभावं गच्छन्ति प्राप्नुवन्ति नाम च रूपं च नामरूपे विहाय हित्वा तथा अविद्याकृतनामरूपात् विमुक्तः सन् विद्वान् परात् अक्षरात् पूर्वोक्तात् परं दिव्यं पुरुषं यथोक्तलक्षणम् उपैति उपगच्छति। स यो ह वै तत्परं ब्रह्मवेदा ब्रह्मयोति नास्य ब्रह्मविपुले भवति तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्त्वामृतो भवति। ननु श्रेयसि अनेके विघ्नाः प्रसिद्धः, अतः क्लेशानाम् अन्यतमेन अन्येन वा देवादिना च विघ्नितो ब्रह्मवेदपि अन्यां गतिं मृतो गच्छति न ब्रह्म एव न विद्यया एव सर्वप्रतिबन्धस्य अपनीतत्वम्। अविद्याप्रतिबन्धमात्रो हि मोक्षो न अन्यप्रतिबन्धः, नित्यत्वात् आत्मभूतत्वाच्च। तस्मात् सः यः कश्चिन् ह वै लोके तत् परमं ब्रह्मवेद साक्षात् अहमेवास्मीति जानाति, स न अन्यां गतिं गच्छति। देवैरपि तस्य ब्रह्मप्राप्तिं प्रति विघ्नो न शक्यते कर्तुम्। आत्मा हि येषां स भवति, तस्मात् ब्रह्मविद्वान् ब्रह्मैव भवति। किञ्च न अस्य विदुष अब्रह्मविद् कुले भवति। किञ्च तरति शोकम्, अनेक इष्टवैकल्यनिमित्तं मानसं सन्तापं जीवन्नेव अतिक्रान्तु भवति। तरति पाप्मानं धर्माधर्माख्यं गुहाग्रन्थिभ्यः हृदय अविद्याग्रन्थिभ्यः विमुक्तः सन् अमृतः भवति इति उक्तमेव विद्यते हृदय ग्रन्थिः इत्यादि। तदेतदृच अभ्युक्तं क्रियावन्तश्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकस्यं श्रद्धयन्तः तेषामेवैतां ब्रह्मविद्यां वदयिता शिरोवृतं विधिवद्यैस्तुचीर्णम्। अथ इदानीं ब्रह्मविद्यासम्प्रदानविद्युपप्रदर्शनेन उपसंहारः क्रियते। तदेतद् विद्याप्रदानविधानं ऋचामन्त्रेण अभ्युक्तम् अभिप्रकाशितं क्रियावन्तः यथोक्तकर्मानुष्ठानयुक्तः श्रोत्रियः ब्रह्मनिष्ठः अपरस्मिन् ब्रह्मणि अभियुक्तः परं ब्रह्मभूत्सवः स्वयं एकर्षिम् एकर्षिनामानाम् अग्निं जुह्वते जुह्वति श्रद्धयन्तः श्रद्धदानाः सन्तः ये तेषामेव संस्कृतात्मनां पात्रभूतानां एतां ब्रह्मविद्यां वदयिता ब्रूयां शिरोव्रतं शिरस्य अग्निधारणलक्षणं यथा अथर्वणानां वेदव्रतं प्रसिद्धं यैस्तु यैश्च तच्छीर्णं विधिवत् यथाविधानं तेषामेव वदेत। तदेतत्सत्यं ऋषिरङ्गिराः पुरोवाच न एतच्छीर्णव्रतोऽधीते नमः परमर्षिभ्यो नमः परमर्षिभ्यः। तदेतदक्षरं पुरुषं सत्यं ऋषिः अङ्गिरा नाम पुरा पूर्वं शौनकाय विधिवदुपसन्नाय पृष्टवती उवाच। तद्वद् अन्योपि तथैव श्रेयार्थिनी मुमुक्षवे मोक्षार्थं विधिवदुपसन्नाय ब्रूयादित्यर्थः। न एतद् ग्रन्थरूपम् अचीर्णव्रतः, आचरितव्रतोऽपि अधीते न पठति। चीर्णव्रतस्य हि विद्याफलाय संस्कृता भवतीति। समाप्ता ब्रह्मविद्या, सा येभ्यो ब्रह्मादिभ्यः पारम्पर्यक्रमेण सम्प्राप्ता तेभ्यो नमः परमर्षिभ्यः। परमं ब्रह्म साक्षात् दृष्टवन्तो ये ब्रह्मादयः अवगतवन्तश्च ते परमर्षयः, तेभ्यो भूयोऽपि नमः। द्विर्वचनम् अत्यादरार्थं मुण्डकसमाप्त्यर्थं च इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ मुण्डकोपनिषद्भाष्यं सम्पूर्णम्।